पद्मपुराणं खण्डं वन् सृष्टिखण्डम् अध्यायं 40 पुलस्त्य उवाच अथ योगवतां श्रेष्ठमसृजद्भूरिवर्चसं स्रष्टारं सर्वलोकानां ब्रह्माणं सर्वतोमुखम् तस्मिन् हिरण्मये पद्मे बहुयोजनविस्तृते सर्वतेजोगुणमये पार्थिवैर्लक्षणैर्वृते तच्च पद्मं पुराभूतं पृथिवीरूपमुत्तमं नारायणसमुद्भूतं प्रवदन्ति महर्षयः यत्पद्मं सारसा देवी पृथिवी परिकथ्यते ये पद्मकेसरा मुख्यास्तान् दिव्यान् पर्वतान्विदुः हिमवन्तं च नीलं च मेरुं निषधमेव च कैलासं शृङ्गवन्तं च तथाद्रिं गन्धमादनम् पुण्यं त्रिशिखरं चैव कान्तं मन्दरमेव च उदारं पिञ्जरं चैव विन्ध्यमस्तं च पर्वतं येद एव गणानां च सिद्धानां च महात्मनाम् आश्रया पुण्यशीलानां सर्वकामफलप्रदाः एतेषामन्तरे द्वीपो जम्बूद्वीप इति स्मृतः जम्बुद्वीपस्य संस्थानं याज्ञीया यत्र च क्रियाः तेभ्यो यद्रवदेतोऽयं दिव्यामृतरसोपमं दिव्यतीर्थसदाधारासर स्यः सर्वतः स्मृता यान्येतानीह पद्मस्य केसराणि समन्ततः असङ्ख्येया पृथिव्यां ते विविधाश्चैव पर्वताः यानि पर्णानि पद्मस्य भूरिपूर्वाणि पार्थिव ते दुर्गमाशैलचिता म्लेच्छ देशा प्रकीर्तिताः यान्यधो भागपत्राणि ता निवासास्तु भागशः दैत्यानामसुराणां च पन्नगानां च पार्थिव तेषां मध्यन्तरं यत्तु तद्रसातलसंहितम् महापादककर्माणो मज्जं ते यत्र मानवाः चतुर्दिशासु सङ्ख्यादाश्चत्वारः सलिलाकराः एवं नारायणस्यार्थे महीपुष्करसम्भवा प्रादुर्भावोऽप्ययं तस्मान्नाम्ना पुष्करसंनिधः एतस्मात् कारणाद्यज्ञे पुराणैः परमर्षिभिः यज्ञैर्वेददृष्टान्तैर्यज्ञैर्युपचिधिकृता एवं भगवता तेन विश्वव्याप्यधराचिता पर्वतानां नदीनां च रचना चैव निर्मिता विश्वस्य यश्च प्रदिमप्रभावः प्रभाकराभो वरुणो मिदद्युदिः शनैः स्वयं भूर्व्यसृजत् सुषुप्तं जगन्मयः पद्मनिधिं महार्णवे विघ्नस्तपसि सम्भूतो मधुर्नाम महासुरः तेनैव च सहोद्भूतो ह्यसुरो नाम कैडभः तौ रजस्तमसोद्भूतौ सम्भूतौ तामसौ गणौ एकार्णवं जगत्सर्वं क्षोभयेदां महाबलौ दिव्यरक्ताम्बरधरौ श्वेददीप्तोग्रदंष्टृणौ किरीडमकुडोदग्रौ केयूरवलयोज्ज्वलौ महाविवृतताम्राक्षौ पीनोरस्कौ महाभुजौ महागिरे संहननौ जङ्गमाविवपर्वतौ नवमेखप्रदिकाशावादित्यप्रतिमाननौ विपुलाभोगकेयूरकराभ्यामदिभीषणौ पादसञ्चारविन्यासैर्विक्षिपं ताविवार्णवम् कम्पयन्तौ हरिमिव शयानं मधुसूदनं तौ तत्र विचरन्तौ दु पुष्करे विश्वतोमुखौ योगिनां श्रेष्ठमत्यन्तं दीप्तं ददृशस्त्वदा नारायणसमाज्ञातं सृजन्तमखिलाः प्रजाः दैवतानि च विश्वानि मानसांश्च सुतान् ऋषीन् ततस्तावूचतुस्तत्र ब्रह्माणमसुरोत्तमौ दुष्टौ युयुत्सू संक्रुद्धौ क्रोधव्याकुलिते क्षणौ कस्त्वं पुष्करमध्यस्थस्थितोष्णीषश्च दुर्भुजः आवामगणयन्मोहादास्ये त्वं विगदस्पृहः येह्या गच्छावयोर्युद्धं देहि त्वं कमलोद्भव आवाभ्यां परमेशाभ्यामशक्तस्तादुमर्णवे तत्र कश्च भवेत्तुभ्यं येन चात्र नियोजितः कस्रष्टा कश्च देवोक्ता केन नाम्नाभिधीयते ब्रह्मोवाच ईश्वर प्रोच्यते लोके विष्णुश्चानन्दशक्तिधृक तत्सकाशात्तु जातं मां स्रष्टारमवगच्छतं मधुकैडभावूचदुः नावयोः परमं लोके किञ्चिदस्ति महामुने आवाभ्यां चाद्यदे विश्वं तमसा रजसा च वै रजस्तमो मया वावामृषीणा मदिलङ्घिनौ धर्मशीलं चादयन्तौ नाशकौ सर्वदेहिनाम् आवाभ्यां युज्यते लोको दुस्तराभ्यां युगे युगे आवामर्थश्च कामश्च यज्ञः सर्वपरिग्रहः सुखं यत्र मदो यत्र यत्र श्रीकीर्तिरेव च येषां यत्काङ्क्षितं किञ्चित् तत् तदा वां विचिन्तय ब्रह्मोवाच आवाभ्यां संहतौ दृष्ट्वा युवां पूर्वं पराजितौ तं समाधाय गुणिनं सत्त्वं चास्मि समाश्रितः यः परो योगयुक्तात्मा योऽक्षरः सत्त्वमेव च रजसस्तमसश्चैव यः स्रष्टा विश्वसम्भवः ततो भूतानि जायन्ते सात्विकानीतराणि च स एव युवयोर्नाशं वासुदेवः करिष्यति स्वपन्नेव ततो देवो बहुयोजनविस्तृतौ बाहुनारायणो ब्रह्म कृतवानात्ममायया कृष्यमाणौ ततस्तस्य बाहुभ्यां बाहुशालिनौ चरतुस्तौ विगलितौ शकुनाविव पीवरौ ततस्तावाकदुर्गत्वा वासुदेवं सनातनम् पद्मनाभं हृषीकेशं प्रणिपत्य नदावुभौ जानीवस्त्वां विश्वयोनिं त्वामेकं पुरुषोत्तमम् आवयोश्चैव हेतुं त्वां जानन्तौ बुद्धिकारणम् अमोघदर्शनं सत्यं यदस्त्वां विद्वशाश्वतम् तदस्त्वामभिदो देव कांक्षा वः प्रसमीक्षितुम् अमोघदर्शनोऽसि त्वं नमस्ते समितिञ्जय श्रीभगवानुवाच किमर्थं मामनुब्रूध युवामसुरसत्तमौ गदायुष्कौ युवां भूयस्त्वहो जीवितुमिच्छदः मधुकैढभावूचदुः यस्मिन्न कश्चिन्मृदवान् देव तस्मिन्वधं प्रभो इच्छा वः पुत्रदां चैव भवदः सुमहातपः श्रीभगवानुवाच युवयोर्बाढमे दत्स्याद्भविष्ये कलिसम्भवे भविष्यधो न सन्देहः सत्यमे दद्ब्रवीमि वां वरं प्रदायाध महासुराभ्यां सनातनो विश्वधरसुरोत्तमः रजस्तमोजौदु तदाञ्जनोपमौ ममर्दतावूरु तलेमरप्रभुः स्थित्वा तस्मिंस्तु कमले ब्रह्मा ब्रह्मविदां वरः ऊर्ध्वबाहुर्महातेजास्तपोघोरं समाश्रितः प्रज्वलन्निव तेजोभिर्भाभिः स्वाभिस्तमोऽनुदः बभाषे सदुधर्मात्मा सहस्रांशुरिवांशुभिः अधान्यद्रूपमास्थाय प्रभुर्नारायणो व्ययः आजगाममहातेजा योगाचार्यो महायशाः साङ्ख्याचार्यश्च मदिमान् कपिलो ब्रह्मणां वरः उभावपि महात्मानौ पूजितौ तत्र तत्परौ तौ प्राप्ता ऊचतुस्तत्र ब्रह्माणममिदौ च सं परावरविशेषज्ञौ पूजितौ च महर्षिभिः ब्रह्म सम्परिवेद्यं ते विशालजगदास्थितौ ग्रामणि सर्वभूतानां ब्रह्म त्रैलोक्यपूजितः तयोस्तद्वचनं श्रुत्वा विबोध्यगतयोः परं त्रीनिमान् कृतवान् लोकान् यथेयं ब्रह्मणश्रुतिः पुत्रं स्वसम्भवं चैकं समुत्पादितवान् भुवं तदाग्रे चागतस्तस्य ब्रह्ममानससम्भवः उत्पन्नमात्रो ब्रह्माणमुक्तवान् मानससुधः किं कुर्मस्तव साहाय्यं ब्रवीदु भगवानिधि ब्रह्मोवाच यदेष कपिलो नाम ब्रह्मनारायणस्तथा वददो भवतस्त्वं तु तत्कुरुष्व महामदे ब्रह्मणा स तथोक्तस्तौ प्राग्भूप समुद्धितः शुश्रूषुरस्मि युवह्यो किं करोमि कृताञ्जलि श्रीभगवानुवाच यत्सत्यमक्षरं ब्रह्म अष्टादशविधं च तद यत्सत्यममृतं तत्तु परं पदमनुस्मर ये दद्वजो निशम्यैवं स ययौ दिशमुत्तरां गत्वा च तत्र सब्रह्म अगमज्ञानचक्षुषा ततो ब्रह्मा भुवर्नामद्वितीयमसृजत्प्रभुः सङ्कल्पयित्वा मनसा तमेव च महामनाः तदस्सोऽप्यब्रवीद्वाक्यं किं करोमि पितामह पितामहसमाज्ञादो ब्रह्माणं समुपस्थितः ब्राह्मणस्यामृतरसोऽनुभूतस्तेन वै तदः प्राप्तः स परमं स्थानं स तयो पार्श्वमागतः तस्मिन्नपि गदेशोऽथ तृतीयमसृजत्प्रभुः मोक्षप्रवृत्तिकुशलं सुवर्णामयुधप्रभुः सोऽपि तं धर्ममास्ताय तयोरेवागमद्गतिं एवं पुत्रास्तयोऽप्येदे गदा शम्भोर्महात्मनः तान् गृहीत्वा सुदांस्तस्य तौ गदावूर्जितां गदिं नारायणश्च भगवान् कपिलश्च यदीश्वरः यं कालं ते गदा ब्रह्म ब्रह्मा तं कालमेव च तपोघोरतरं भूयः संश्रुतः परमं पदं न च शक्तस्तदो ब्रह्म प्रभुरेकस्तपश्चरन् शरीरार्थात् तदो भार्यामुत्पादयदि तच्छुभाम् आत्मनः सदृशान् पुत्रानासृजद्वै पितामहः विश्वे प्रजानां पदयो येभ्यो लोका विनिःसृता विश्वेशं प्रथमं तावन्महात्मा तपसात्मजं सर्वत्र संहदं पुण्यं नाम्ना धर्मं ससृष्टवान् दक्षं मरीचिमत्रिं च पुलस्त्यं पुलकं क्रतुं वसिष्ठं गौतमं चैव भृगुमङ्गिरसं मुनिम् अत्यद्भुतास्वकृत्येन ज्ञेयास्तेदु महर्षयः त्रयोदशगुणारम्भ ये वंशास्तु महर्षिणाम् अदिदिर्दिदिर्धनुकाला अनायुसिंहिका खसा प्राजिक्रोधा जसुरसा विनदा कद्रुरेव च दक्षस्यापत्यमेदद्वै कन्या द्वादश पार्थिव नक्षत्राणि च चन्द्रस्य विंशति सप्त चोर्जिताः मरीचे कश्यपपुत्रस्तपसा निर्मिध किल तस्मै द्वादशकन्याश्च दक्षस्ताश्चान्योमन्यद नक्षत्राणि च सोमाय तथैवं दत्तवान् ऋषिः रोहिण्यादीनि सर्वाणि पुण्यानि कुरु नन्दन लक्ष्मी सरस्वती सन्ध्या विश्वेशा च महायशाः देवी सरस्वती चैव ब्रह्मणा निर्मिताः पुरा ये दाः पञ्चवरिष्ठा वै सुरश्रेष्ठाय पार्थिव दत्ता धर्माय भद्रं ते ब्रह्मणा दृष्टकर्मणा या रूपार्धवती पत्नी ब्रह्मणकामरूपिणी सुरभिः सहसा भूत्वा ब्रह्माणं समुपस्थिता तदस्तामगमद्ब्रह्मा मैथुने लोकपूजितः लोकसर्जनहेतुज्ञो गवामर्थाय सत्तम जज्ञे चैकादश सुतान्विपुलान् धर्म संहितान् रक्तसन्ध्याभ्र सङ्काशान् महतस्तिग्मतेजसः ते रुद्रं तो द्रवं तश्च गतवन्तः पितामहं रोदनाद्रवणाच्चैव रुद्रा ये वेदिते स्मृताः। निर्हृदिश्चैव सन्ध्यश्च तृतीयश्चाप्ययो निजः मृगव्याधकपर्दी च महाविश्वेश्वरश्च यः अहिर्बुध्न्यश्च भगवान् कपाली चैव पिङ्गलः सेनानीश्च महातेजा रुद्राश्चैकादशस्मृताः तस्यामेव सुरभ्यां च गावो जादासुराश्च ये अजश्चैव दुहंसश्च तथैव नृपसत्तमा औषध्यप्रवरायाश्च सुरभ्यास्ताः समुद्धिताः धर्माल्लक्ष्मीस्तथा कामं साध्यान् साध्याव्यजायत भवं च प्रभवं चैव कृशाश्वं सुवहं तथा अरुणं वरुणं चैव विश्वामित्रचलध्रुवौ अविष्मं तं तनूजं च विधानाभिमतावपि वत्सरं चैव भूतिं च सर्वासुरनिषूदनम् सुपर्वाणं बृहत्कान्तिं साध्यालोकनमस्कृतं वासवानुगदा देवी जनयामास वै सुरान् धरं वै प्रथमं देवं द्वितीयं ध्रुवमव्ययं विश्वावसुं तृतीयं च चतुर्थं सोममीश्वरम् तदोऽनुरूपमायं च यमं तस्मादनन्तरं सप्तमं च तथा वायुमष्टमं निर्हृदिं तथा धर्मस्यापत्यमे दद्वै सुराभ्यां तदजायत विश्वे देवाश्च विश्वायां धर्माज्जादा इति स्मृताः दक्षश्चैव महाबाहुपुष्करस्तम एव च चाक्षुषश्च ततोत्रिश्च तथा भद्रमहोरगौ विश्वान्तकवसुर्बालो निकुम्भश्च महायशः रुरुदश्चादिसिद्धौ जा भास्करप्रमिदद्युतिः विश्वान् देवान् देवमादा विश्वेषां जनयत्सुधान् मरुत्वदी मरुत्वदो देवान जनयत्सुधान् अग्निश्चक्षूरवीर्योदिसावित्रीमित्रमेव च अमरं शरवृष्टिं च सुकर्षं च महत्तरम् विराजं चैव राजं च विश्वायुं सुमतिं तथा अश्वगं चित्ररश्मिं च तथा च निषधं नृपम् भूय एवं चात्मविधिं चारित्रं पादमात्रकं बृहन्तं वै बृहद्रूपं तथा चैव सनाभिगम् मरुत्वदी प्रजाजज्ञे ज्येष्ठां तं मरुदाङ्गणम् अदिधिः कश्यपाजज्ञे अदित्यान् द्वादशैव हि इन्द्रो विष्णोर्भगस्त्वष्टा वरुणों शौर्यमारविः पूषामित्रश्च वरदो दादापर्जन्य एव हि इत्येते द्वादशादित्या वरिष्ठास्त्रिदिवौकसाम् आदित्यस्य सरस्वत्यां जज्ञादे द्वौ सुदौ वरौ तपःश्रेष्ठौ गुणश्रेष्ठौ त्रिदिवस्यादिसम्मतौ धनुस्तु दानवान् जज्ञे दिदिर्दैत्यान्वजायत कालादु कालकेयांस्तानसुरान् राक्षसांस्तथा अनायुषायास्तनया व्याधयश्च महाबलाः सिंहिकाग्रहमादा जगन्धर्वजननी मुनिः प्राजित्वप्सरसा मादा पुण्यानां भारते तरा क्रोधा सा सर्वभूतानि पिशाचा सा च पार्थिव जज्ञे यक्षगणांश्चैव राक्षसांश्च विशाम्पदे चतुष्पदानि सत्त्वानि येदागाश्चैव सौरभी पुराणपुरुषश्चैव मायां विष्णुर्हरिप्रभुः कथितस्तेऽनुपूर्वेण संस्तुतश्च महर्षिभिः यश्चेदमग्र्यं शृणुयात्पुराणं सदा नरः पर्वसु चेत्पठेत् अवाप्य लोकं स हि वितरागपरत्र च स्वर्गफलानि भुङ्क्ते चक्षुषा मनसा वाचा कर्मणा च चतुर्विधम् प्रसादयदि ह्य कृष्णं तस्य कृष्णप्रसीदति राज्यं च लभते राजा निर्धनश्चोत्तमं धनम् क्षीणायुर्लभते चाहुपुत्रकामोऽथ सन्ततिं यज्ञार्थिनस्तथा कामांस्तपांसि विविधानि च यं यं कामयदे कामं तं तं लोकेश्वराल्लभेद सर्वं विहाय य इमं पठेद्वै पौष्करं हरेः प्रादुर्भावं नरश्रेष्ठ न तस्य ह्यशुभं भवेद एष पौष्करको नाम प्रादुर्भावो महात्मनः कीर्तितस्तु महाराजव्यासश्रुतिनिदर्शनाद् विष्णुत्वं शृणु मे विष्णोर्हरित्वं च कृते युगे वैकुण्ठत्वं च देवेषु कृष्णत्वं मानुषेषु च ईश्वरस्य हितस्यैषा कर्मणां गहनागतिः साम्प्रतं भूतभव्यं च शृणु राजन्यथा तथम् अव्यक्तो व्यक्तलिङ्गस्थो य एष भगवान् प्रभुः नारायणो ह्यनन्दात्मा प्रभवाप्यय एव च एष नारायणो भूत्वा हरिरासीत् सनातनः ब्रह्मा वायुश्च सोमश्च धर्मशक्रो बृहस्पतिः अदितेरपि पुत्रत्वमेत्यज कुरुनन्दन एष विष्णुरिदिख्याद इन्द्रस्यावरजो विभुः प्रसादनं तस्य विभोरदित्या पुत्रकारणम् वदार्थं सुरशत्रूणां दैत्यदानवरक्षसां ससर्जाथ सुरान् कल्पे ब्रह्माणं च प्रजापदीन् असृजन्मानसांस्तत्र ब्रह्मवंशाननुत्तमान् तेभ्यो भवन्महात्मभ्यः परं ब्रह्म सनातनम् एतदाश्चर्यभूतस्य विष्णो कर्मानुकीर्तितं कीर्तनीयस्य लोकेषु कीर्त्यमानं निबोधमे वृत्ते वृत्रवधे भीष्म वर्तमाने कृते युगे आसीत् त्रैलोक्यविख्यातः सङ्ग्रामस्तारकामयः यत्र ते दानवाघोरा सर्वे सङ्ग्रामदुर्जयाः घ्नन्दिदेवासुरान् सर्वान् सयक्षोरग राक्षसान् ते वध्यमाना विमुखांश्चिन्नप्रहरणा रणे त्रादारं मनसा जग्मुर्देवं नारायणं प्रभुम् ये तस्मिन्नन्तरे मेखा निर्वाणाङ्गारवर्चसः सार्कचन्द्रग्रहगणं छादयन्दो नभस्थलं चण्डविद्युद्गणोपेदा घोरनिर्ह्रादकारिणः अन्योन्यवेगाभिहदा प्रववुः सप्तमारुदाः दीप्ततोयाः सनिर्घादैः सह वज्रानलानिलैः रवैः सुखोरैरुत्पादैर्दह्यमानमिवाम्बरम् पेदुरुल्काः सहस्राणि निपेदुः खजराण्यपि दैवानि जविमानानि प्रपतन्त्युत्पदन्ति च चतुर्युगान्तसमये लोकानां यद्भयं भवेद् अरूपवदिरूपाणि तस्मिन्नुत्पातलक्षणे तस्माद्दुष्प्रथितं सर्वं न प्राज्ञायत किञ्चन तिमिरौकपरिक्षिप्ता नरेद्युश्च दिशो दश विवेशरूपिणी काली कालमेखावगुण्ठिता द्यौ न भास्त्यभिभूतार्का घोरेण तमसावृता तां खनौकां सदिमिरां दोर्भ्यामाच्छिद्य स प्रभुः वपुस्वं दर्शयामास दिव्यं कृष्णवपुर्हरिः बलाः कां जननिभं बलाः कदनूपुरं तेजसा वपुषा चैव कृष्णं कृष्णमिवाचलम् दीप्तपीताम्बरधरं तप्तकाञ्चनभूषणं धूम्रान्धकारवपुषं युगान्ताग्निमिवोद्धितं वृत्तद्विगुणपीनां संकिरीडाच्छन्नमूर्धजं बभौ चामीकरप्रज्ञैरायुधैरुभशोभितं चन्द्रार्क किरणोद्योतं गिरिकूडमिवोच्छ्रुतं नन्दकानं दिदहरं कौस्तुभोद्भासितोरसं शक्तिचित्रफलोदग्रं शङ्खचक्रगदाधरं विष्णुशैलं क्षमाशीलं श्रीवत्सं शार्ङ्गपाणिनं त्रिदशोदारफलदं स्वर्गस्त्रीचारुवल्लभं सर्वलोकमनकान्तं सर्वसत्त्वमनोहरं मायाविशालविडभं तोयदौकसमप्रभं विद्याहङ्कारमानाढ्य महाभूतप्ररोहणं विशेषपत्रैर्निजितं ग्रहनक्षत्रपुष्पितं दैत्यलोकमहास्कन्दं मर्त्यलोकप्रकाशितम् सागराकारनिर्ह्रादं रसातलकलाश्रयं नागेन्द्रप्राशैर्विदधं पक्षिजं तु समन्वितं शीलानाभार्य गन्धाढ्यं सर्वलोकमहाद्रुतम् अव्यक्तानन्दसलिलं व्यक्ताकङ्कारफेनिलं महाभूतकरौकौकम् ग्रहनक्षत्रबुद्बुदं विमानवाहनैर्व्याप्तं तोय दाडम्बराकुलं जन्तुमत्स्यगणाकीर्णं शैलशङ्खकुलैर्युतं त्रैगुण्यविषयावर्तं सर्वलोकतिमिङ्गिलं वीरवृक्षलतागुल्मं भुजगोत्सृष्टशैवलं द्वादशार्कमहाद्वीपं रुद्रैकादशपत्तनं वस्वष्टपर्वतोपेतं त्रैलोक्याम्भो महोदधिं सन्ध्या सन्ध्योर्मि सलिलमापूर्णानिलशोभितं दैत्ययक्षगणग्रामं रक्षो गणचषाकुलं पितामहमहावीर्यं स्वर्गस्त्रीरत्नसङ्कुलं श्रीकीर्ति कान्तिलक्ष्मीभिर्नदीभिश्च समाकुलं कालयोग महावर्षप्रलयोत्पत्तिवेगिदं सत्संयोगमहापारं नारायणमहार्णवं देवादिदेवं वरदं भक्तानां भक्तवत्सलम् अनुग्रहकरं देवं प्रशान्तिकरणं शुभम् हर्यश्वरथसंयुक्त सुपर्णध्वजशोभिते चन्द्रार्कचक्ररचित उदाराक्षवृतान्तरे अनन्तरश्मिसंयुक्तो दुर्दर्शे मेरुकूबरे तारकाचित्रकुसुमे ग्रहनक्षत्रबन्धुरे भयेष्वभयदेव्योम्नि देवदैत्यापराजिते हर्यश्वरथसंयुक्तमुक्ताशोभासमन्वितं ददृशुस्ते स्थितं देवं दिव्यलोकमये रथे ते कृताञ्जलयः सर्वे देवा इन्द्रपुरोगमाः जयशब्दं पुरस्कृत्य शरण्यं शरणं गदाः एतेषां च गिरश्रुत्वा स विष्णोर्देवदैवतः मनश्चक्रे विनाशाय दानवानां महामृधे आकाशे दुःस्थितो विष्णुरुत्तमं वपुराश्रितः उवाच देवदा सर्वा सप्रतिज्ञमिदं वजः शान्तिं व्रजदभद्रं वो मा भैष्टमरुदाङ्गणाः इदा मे दानवाः सर्वे त्रैलोक्यं परिगृह्यतां ततोऽस्य सत्यसन्धस्य विष्णोर्वाक्येन तोषिताः देवाप्रीतिं पराजग्मु प्राश्यामृतमिवोत्तमम् ततस्तमश्च संहृत्य विनेशुश्च बलाहकाः प्रभवुश्च शिवा वादा प्रसन्नाश्च दिशो दश शुद्धप्रायाणि ज्योतींषि सोमं चक्रुः प्रदक्षिणं न विग्रहं ग्रहाश्चक्रुः प्रसन्नाश्चापि सिंधवः विरजाम् अभवन्मार्गा लोका स्वर्गादयस्त्रयः यथार्थमुहुः सरितश्चुक्षुभेन तथार्णवः आसञ्चुभानीन्द्रियाणि नराणामन्तरात्मसु महर्षयो विदशोका वेदानुच्चैरधीयत यज्ञेषु च हविः पाकम् शिवमापजपावकः प्रवृत्तधर्मसंवृत्ता लोकामुदितमानसाः विष्णोः सत्यप्रतिज्ञस्य श्रुत्वारिनिधनागिरः ततो भयं विष्णुमुखाच्छ्रुत्वा दैतेयदानवाः उद्योगं विपुलं चक्रुर्युद्धाय विजयाय च मयस्तु काञ्चनमयं त्रिनल्वान्तरमव्ययं चतुश्चक्रं सुविपुलं सुकल्पितमहायुधं किङ्किणी जालनिर्घोषं द्वीपि चर्म परिष्कृतं रुचिरं रश्मिजालैश्च हैमजालैश्च शोभितम् ईह मृगगणागीर्णं पक्षिसङ्खविराजितम् दिव्यास्त्रशस्त्ररुचिरं पयोधरनिनादिदं स्वक्षं रथवरोदारं सूपधं गगनोपमं कदा परिकसम्पूर्णं मूर्तिमन्दमिवार्णवं हेमकेयूरवलयं चन्द्रमण्डलकूबरं सपताकध्वजोपेदं सादित्यमिव मन्दरम् गजेन्द्राभोगवपुषं क्वचित् केसरवर्चसम् युक्तमृक्षसहस्रेण सुधाराम्बुदनादितं दीप्तमाकाशकं दिव्यं रथं पररथारुजम् अद्य तिष्ठद्रणाकाङ्क्षी मेरुं दीप्तमिवांशुमान् तारस्तु कोशविस्तारमायामे च तथाविधम् शैलकूबरसङ्काशं नीलाञ्चनचयोपमं काललोहस्य रत्नानां समूहा बद्धकूबरम् तिमिरोद्गारकिरणं गर्जं दमिवतोयतम् लोहजालेन महदा सह वाक्षेण दंशितम् आयसै परिखैपूर्णं क्षेपणीयैश्च मुद्गरैः प्रासै पाशैश्च विततैरसंयुदक्तैश्च कण्डकैः शोभितं त्रासनीयैश्च तोमरैः सपरश्वधैः उद्यतं द्विषदां हेदोर्द्वितीयमिव मन्दरं युक्तं करसहस्रेण सोध्या रोहद्रथोत्तमं विरोचनस्तु संक्रुद्धो गदा पाणिरवस्थितः प्रमुखे तस्य सैन्यस्य दीप्तशृङ्ग इवाचलः युक्तं हयसहस्रेण हयग्रीवस्तु दानवः व्यूहितं दानवव्यूहं परिचक्रामवीर्यवान् विप्रचित्तिसुदश्वेदश्वेदकुण्डलभूषणः चन्दनं वाहयामास परानीकस्य मर्दनः व्यायतं किष्कुसाहस्रं धनुर्विस्फारयन्महद स चाहवमुखे तस्थौ सप्ररोह इवाचलः करस्तु विष्किरिन्क्रोधान्नेत्राभ्यां रोपजं जलम् स्फुरदन्तौष्टनयनसङ्ग्रामं सोऽभ्यकाङ्क्षद त्वष्टात्वष्टादशहयं यानमास्थाय दानवः दिव्यव्यूहप्रतिकाशायुद्धायाभिमुखस्थितः अरिष्ठो बलिपुत्रश्च वरिष्ठो दुर्धरायुधः युद्धायाभिमुखस्थस्थौ धराधरविकम्पनः किशोरस्त्वदिसंहर्षात् किशोर इव चोदितः अभवद्दैत्यमध्ये स ग्रहमध्ये यथा रविः लम्बस्तु नव मेघाभः प्रलम्बाम्बरभूषणः दैत्यव्यूहगदो भाति सनीहार इवांशुमान् वसुन्धराभस्तदनु दशनौष्टेक्षणायुधः असंस्तिष्ठति दैत्यानां मध्ये क्रूरमहाग्रहः अन्ये हयगदास्तत्र मत्तेभेन्द्रगदाः परे सिंहव्याघ्रगदाश्चान्ये वराहर्क्षेषु चापरे केचित् करोष्ट्रया तार केचित्तो यदवाहनाः पत्तयश्चापरे दैत्या भीषणा विकृतानः एकपादस्त्वपादश्च ननृतुर्युद्धकाङ्क्षिणः आस्फोटयं तो बहवः स्वनं तश्च तथा परे तृप्तशार्दूलनिर्घोषा ने दुर्दानवपुङ्गवाः ते गदापरिखैर्घोरैशिलामुद्गरबाणयः बाहुभिः परिखाकारैस्तर्जयन्ति स्म देवताः प्रासै खड्गैश्च पाशैश्च तोमराङ्कुशपट्टिशैः चिक्रीडुस्ते शदग्निभिः शदधारैश्च मुद्गरैः खड्गशैलैश्च शैलैश्च परिखैश्चोद्यतायुधैः युक्तं बलाहकगणैः सर्वदः संवृतं नभः एवं तद्दानवं सैन्यं सर्वसत्त्वमदोत्कटम् देवताभिमुखं तस्थौ मेघानीकमिवोदितम् रेजे च तद्दैत्यसहस्रगाढं वायुअग्निशैलाम्बुदतोयकल्पं बलं बलौखाकुलमभ्युदीर्णं युयुत्सयोन्मत्तमिव बभासे श्रुतस्ते दैत्यसैन्यस्य विस्तारकुरुनन्दन सुराणामपि सैन्यस्य विस्तरं वैष्णवं शृणु इति श्रीपद्मपुराणे प्रथमे सृष्टिखण्डे दैत्यसेनावर्णनं नाम चत्वारिंशत्तमोऽध्यायः ॐ